नमस्कारः. रुदादिगणः इति पाठः अनुवर्तते. तर्हि जकारान्तधातूनां विषये वयं गतसप्ताहे दृष्टवन्तः. युजिति धातुः इति कृतं. भगिनी लक्ष्मीभगिनी वक्तुमिच्छति किं भगिनी, पित्सु अपित्सु कार्याणि किम् इति? आं भगिनि, अत्र प्रथमतया रुधादिभ्यः श्नम् इत्यनेन अत्र श्नम् व्यकरणप्रत्ययः आगच्छति. मेदचोन्त्यात् परः इत्यनेन तत्र नुमागमः मध्ये भवति. तदनन्तरं श्नान्नलोपः इत्यनेन श्नम् प्रत्ययस्य उत्तरस्य नकारलोपः भवति. तदनन्तरम् अत्र पिति झलि, अत्र जकारान्तधातूनां विषये पिति झलि अत्र चोहुकुः इति सूत्रं कार्यं करोति. अपि च पिति अझलि किमपि कार्यं नास्ति. अपिति झलि सूत्रसमूहः, अपि च चोहुकुः सूत्रसमूहः इत्युक्ते अपित् प्रत्यये परे अत्र श्नशोरलोपः इति सूत्रेण तत् सूत्रस्य निमित्तमस्ति. कृतिमिति प्रत्यये परे इति निमित्तमस्ति, श्नशोरलोपः इत्यस्य निमित्तमस्ति. अतः अपित् प्रत्यये परे अपिति झलि श्नशोरलोपः, नश्चापदान्तस्य झलि, अपि च अनुस्वारस्य ययि परसवर्णः. अनुस्वारस्य ययि परसवर्णः सूत्रसङ्ख्या परसूत्रमस्ति इति कारणतः अन्ते आगच्छति. प्रथमतया श्नशोरलोपः, तदनन्तरं चोहुकुः अपि कार्यं करोति तत्र. अपिति अझलि तत्र चोहुकुः इत्यस्य कार्यं नास्ति, केवलं सूत्रत्रयम् एव इत्युक्ते श्नशोरलोपः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः. तत् धन्यवादः. धन्यवादः भगिनि. तर्हि नूतनधातुः अस्माकम् अस्ति, अधुना अञ्चु इति धातुः. नमस्ते महोदय. नमस्ते महोदय. क्षम्यता, लेपयति इति विवेचनम् इत्युक्ते किमिति न जाने, किन्तु लेपयति इति. भगिनी सरला भगिनी करोति किम्? अञ्च इति धातुः लटि भगिनि. आं भगिनि, धातु अञ्जु औपदेशकधातुः अस्ति, लौकिकधातुः भवति अञ्ज. तदनन्तरं श्नादिभ्य रुदादिभ्य श्नं प्रत्यय आगत्य अन्नञ्ज् इति भवति. श्नालोप इति सूत्रेण नकारस्य परे ञकारः अस्ति, तस्य तत् मूले तु नकारः अस्ति, तस्य लोप भवति, अन्नज् इति अङ्गं भवति. तत् अन्नज् इति अङ्गम् स्वीकृत्य प्रथमपुरुषे लट्लकारे ति इति पित् अस्ति, तद् कोऽपि अङ्गकार्यं न भवति, सन्धिकार्यं भवति. तकारझलि अस्ति, चोहोकु तस्य प्रसक्ति भवति, जकारस्य स्थाने गकार तृतीयशब्दस्य कवर्गीय आगच्छति. अन्नक्ति इति भवति, तदनन्तरं खरीच इति सूत्रेण गकारस्य स्थाने ककार आगच्छति, अनक्ति इति भवति. सः इति अपित् अस्ति, कितिङिति परे श्नासरलोप समूह सूत्रसमूहकार्यं करोति. श्नासरलोप तदनन्तरं नश्चापदांसझलि अनुस्वारस्य यै परसवर्ण. सो तद् अन्नज् इति भवति, अञ्ज् इति भवति, अञ्ज् योगतः नकारस्य अनुस्वारः भवति अञ्ज, तदनन्तरम् अञ्ज अञ्जयोगतः चोहोकु इति सूत्रेण अङ्गत् तदनन्तरं खडीचत्यनेन अनक्त भवति ककार अनुस्वारस्य ककारस्य पदेन तस्य नकारः आगच्छति, अङ्ग अङ्क इति भवति. अन्ति इति अस्ति तत् केवलं श्नासरलोप नश्चापद्यांसझलि अनुस्वारस्य यै पर्सवन् त्रयसूत्राः कार्यं करोति. त्रीणि सूत्राणि अञ्जन्ति भवति, जकारस्य पूर्वं ञकारः आगच्छति अञ्जन्ति इति भवति. मध्यमपुरुषे सि अस्ति, पुनः इति पित् अस्ति, सो चोहोकु कार्यं भवति. अन्नसि भवति इदानीम् आदेशप्रत्ययोः सकारस्य स्थाने मूर्धन्यशकारः आगच्छति अन्नक्षि, तदनन्तरं खरीच जनने अन्नक्षि रूपं भवति अन्नक्षि. यथा उपरितः अस्ति अपित् अपि अपित् अस्ति तथैव अङ्क इति भवति अङ्क. मी पित् अस्ति, कोऽपि कार्यं न भवति, वर्णमेलनं भवति. अन्नज्मि वः मह इति अपित् अस्ति, केवलं श्नासरलोप नष्टापदांसझलि अनुस्वारस्य यै परसवर्ण, सो अञ्च् वः अञ्च् मह इति भवति. धन्यवादः भगिनि. मणिमोहिनी भगिनी, अत्र विवेचने इत्युक्ते किं वदामि वा? अत्र शब्दकोशं दृष्टवती, अत्र विवेचनम् इति पदं ल्युडन्तपदम् अस्ति. डिस्क्रिमिनेशन् रैट् जड्जमेण्ट् विवेकः इति वदामः, विवेकेन कार्यं करोति, ततः एव विवेचनम् इति आयाति किम्? पृथक् भावे इति वदामः खलु, तदेव खलु डिस्क्रिमिनेशन्. अस्तु भगिनि, शक्यते वा? मणि महोदय वदतु. नमस्ते पुष्पा भगिनि, स्वागतं भगिनि. अनज्यः तु अत्र पित्तस्य चोहोकुः अनग् इति रूपं भवति, अनन्तरं करिच इति सूत्रेण अनक्तु इति रूपं भवति, अनन्तरं तात्तङ् अधः नसोरलोपः सूत्रेण अकारः लोपो भवति नकारस्य, अञ्ज् इति रूपम्, अनन्तरं चोहोकुः नशाम्पदस्य जलि इत्यनेन अनुसारं भवति, अनन्तरं अनुसारस्य परसूत्रं करिच इति सूत्रेण ककारः भवति गकारस्य, अनन्तरम् अनुसरसय परसवर्ण इति सूत्रेण नकारः पुनः आगच्छति अङ्क्तः इति रूपम्, अङ्क्तात् इति रूपं, तदेव अङ्क्ताम् अन्तु. अत्रापि अजादि अपि स्वरलोपः अनुसारस्य नसम्पदस्य चलि अनुसारस्य परसवर्ण इति सूत्राणाम् अञ्जन्ति इति अञ्जन्तु इति रूपं भवति, हि मध्यमपुरुषे ओजल्भ्यो हयति इति सूत्रं कार्यं करोति, दी भवति, हि अपि अपित् अथवा न सरलोपः इति सूत्रेण अकारः लोप अथवा अञ्ज् अञ्ज् यो हि इदानीम् अञ्जोः दि धन्यवादः महोदय, अञ्जोः दिः अत्र चोहुकुः कार्यं करोति अत्र अतः आङ्गयोः इति जलां जस्तसि गकारः एव तिष्ठति अतः अङ्गीरूपं भवति महोदय अत्र नसम्पदस्य चलि कूड कार्यं करोति वा अस्तु अस्तु धन्यवादः महोदय नसम्पदस्य चलि कार्यं कृत्वा तन् अनन्तरम् अनुसरस्य स्पर्ण आङ्गीरूपं तदेव अङ्गात् अङ्क्तम् अङ्क्त आनि आव उत्तमपुरुषे अनजानि अनजाव अनजाम इति रूपम् अणि भवन्ति महोदय धन्यवादः महोदय धन्यवादः पुष्पा भगिनी लङ् वक्तुमिच्छति किं भगिनि आं भगिनि अञ्ज् योगः त प्रत्ययः त प्रत्ययः तु लङ् लकारः पित् अस्ति श्नासलोपा कार्यं न करोति अनज् अनज् एव तिष्ठति अञ्जु तत्र अकार आगच्छति भगिनि अत्र आड् उत्तमस्य पिश्च इति आड् आगमः भवति अजादि अस्ति इति कृत्वा अनन्तरम् आतश्य इति सूत्रेण वृद्धिः भूत्वा आ इति एव तिष्ठति आकारः आनज् आगच्छति आनज् आनज् आनग् तत्तु चोकु कार्यं करोति न चोकु कार्यं करोति आनज् आनग् प्रथमं किम् अत्र आनज् योगः इति प्रत्ययः तर्हि हल्याभ्यो दीर्घच्युतिस्य इत्यस्य लोपः तर्हि अनज् इति पदम् अस्ति अधुना किं भवति चोहोकुः इत्यनेन पदान्ते करीच इत्यनेन नास्ति अनग् इति चोहोपुः इत्यनेन अनग् अनन्तरं वावसाने इत्यनेन अनक् वावसाने पदान्ते अस्ति पदान्ते कार्यं खलु करीच इति खरिपरे एव कार्यम् अत्र तु पदान्ते अथवा वावसाने इति करीच न कार्यं करोति अनग् वावसाने इत्यनेन अनग् अनक् अनक् अत्र आनग् आनग् इति आनग् आनक् आनज् आनज् आनग् आनक् तां तु पित् अस्ति श्नासल् लोपः कार्यं करोति अत्र अञ्ज् इति अञ्ज् इति अङ्गम् आनज् इति अङ्गम् आनज् इति अङ्गम् न तां आनज् इति आडुत्तमस्य पिच्छ सर्वेषु लङ्लकारेषु आयाति खलु आनज् इति अङ्गम् अनन्तरम् अपिति अस्ति इति कृत्वा श्नसोरल्लोपः इति कार्यं करोति तर्हि आञ्ज् इति वक्तव्यं खलु आनक् तत्तु अत्र चोहुकुः कार्यं करोति तत्तु प्रथमं किं भगिनि श्नसोरलोपः इति अस्ति तत्तु श्नासोरलोपः इत्यनेन आञ्ज् इति आगच्छति तां चोहुकुः आङ्ग् योगः तां नष्टपदान्तस्य झलि इत्यनेन अनुस्वारः आगच्छति आङ्ग् योगः तां करीच इत्यनेन आङ्क् योगः ताम् अनुस्वारस्य परसवर्णः इत्यनेन पञ्चम वर्णः आगच्छति आङ्क् आङ्क् योगः ताम् आङ्क् ताम् तत्तु अन् अस्ति आञ्ज् योगः अन् अत्र स्नासलोपः तत् तत् कार्यं करोति नश्च पदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः कार्यं करोति तथैव अञ्जन् अञ्जन् आञ्जन् इति आञ्जन् इति दीर्घकारः आञ्जन् सकारः तु मध्यम पुरुषे तत्तु तद् तद् हल्याभ्यो दीर्घस्य हल् इत्यनेन सकारस्य लोपः भवति तत् तत्पश्चात् आनज् इति अस्ति तत्तु प्रथम समानकार्यं खलु भगिनी तर्हि रूपाणि केवलं रूपाणि वदतु आनग् वावसाने आनक् इति तं तु आङ्ग् तं पञ्चमवर्ण आङ्ग् तम् आम् अस्ति तत्र एतत् अन् न तत्तु पित् अस्ति तत्तु आनज् आनज् आनजं वर्णमेव वा मातु आञ्ज्वा आञ्ज्वा अपि तस्ति इति कृत्वा श्नसोरलोपः परसवर्णः तत् कार्यं धन्यवादः बहु धन्यवादः भगिनि मणिमहोदय विधिलिङ्ग् उक्तवान् अग्रिमनूतनधातुः आरम्भम् अपि करोति क्षम्यतां महोदय विधिलिङ्ग् सर्वाणि रूपाणि लादि अपित् अतः स्नसोरलोपः इति सूत्रेण अञ्ज् इति रूपम् अञ्ज् चोहपुः न कार्यं करोति महोदय जलि नास्ति नशां पदस्य जलि इति सूत्रेण अनुसारं भवति अनन्तरं करिचय इति सूत्रेण चत्वं भवति अतः अङ्क् इति रूपम् अनुसरस्य तस्य तकारस्य पञ्चम ककारस्य पञ्चमवर्ण अङ्क् नकारः आगच्छति अतः अङ्क्याताम् अङ्क्युः अङ्क्याः अङ्क्यातम् अङ्क्यात अङ्ग्याम् अङ्ग्याव अङ्ग्याम इति रूपाणि भवन्ति महोदय महोदय अत्र आं महोदय ककारः न आगच्छति किल अतः अञ्ज् अञ्ज् जकारस्य पञ्चमवर्णः ञकारः आगच्छति चिन्तयामि अञ्ज्यात् आम् क्षम्यताम् अञ्ज्यात् अञ्ज्याताम् तदेव रूपाणि भवन्ति धन्यवादः महोदय अत्र जलि नास्ति खलु यकारः तर्हि नषपदान्तस्य जलि कथम् आयाति नटण्डपदस्य जलि नकार जकारः अस्ति किल ओ जकारेण क्षम्यताम् सत्यं अस्तु अस्तु मम मनसि तु एकारः दृश्यते धन्यवादः महोदय अग्रिमधातोः धातुः अस्ति भञ्जो इति औपदेशिकधातुः लौकिकरूपम् अस्ति भञ्ज् इति ओकारस्य लोपः भवति भञ्जो भञ्ज् भवति अत्र भञ्ज् लौकिकधातुः अत्र भञ्ज् धातुः अस्तु अत्र रुधादिभ्यः श्नम् इत्यनेन अत्र मध्ये नकारः आगच्छति भनञ्ज् इति भवति तदनन्तरं श्नान्नलोपः इत्यनेन नकारस्य लोपः भवति अपित्सु भवति किन्तु अत्र लट्लकाररूपाणि वदामि चेत् अत्र लोट् कर्तुम् इच्छति किं भगिनि प्रायः मणिमहोदय एव लट् कृत्वा भगिनी लोट् करोति चेत् भगिन्याः अपि आं भगिनि किञ्चित् मिश्रणं कृत्वा कुर्मः तर्हि महोदय मणिमहोदय भवान् एव कर्तुम् इच्छति किं लट्लकार अस्तु महोदय पूर्वं लक्ष्मीभगिनी अनन्तरं न न बलक्ष्मीभगिनी गतधातोः लट्लकाररूपम् उक्तवती अतः एव भवान् एतत् करोतु समानकार्यं खलु नूतनविषयं किमपि तर्हि अत्र रूपाणि एव रूपाणि एव वक्तुम् तथा कुर्मः किमर्थम् इत्युक्ते भिन्नकार्यं किमपि नास्ति खलु परस्मैपदी एव अस्ति धातु भञ्ज् भणञ्ज् चोहोकुः कार्यं करोति अतः भनग् अनन्तरं करिच इति सूत्रस्य शब्दं भवति भनक्ति इति रूपं भङ्क्तः भञ्जानि भञ्जन्ति क्षम्यतां महोदय भञ्जन्ति अनन्तरम् आदेशप्रत्य अत्र कार्यं करोति अतः वङ्क्षी वनक्षि इति रूपं भवति महोदय अनन्तरं वङ्क्तः वङ्क्त वनज्मि वञ्च्वः वञ्च्मः इति रूपाणि धन्यवादः महोदय लोट्लकारस्य वदति अत्र लोट्लकार एकवचनरूपम् अत्र पित् पिति झलि अस्ति इति कृत्वा अत्र चोहुकुः अपि च खरिचसूत्रमपि अस्ति तत्र भनक्तु इति भवति अत्र भनक्तु एकवचनरूपम् अनन्तरं द्विवचनम् अपि झल् वर्णः अस्ति तः तात् द्वितीयं रूपं क्षम्यताम् अत्र लोट्लकारे द्वितीयं रूपम् अस्ति तात् प्रत्ययः अपि झलि अस्ति तत्र श्वरलोपः अपि च चोहुकुः इति सूत्रेण भङ्क् योगः तात् अपि च नश्चापदान्तस्य झलि अस्ति तेन मध्ये अनुस्वारः आगच्छति अनन्तरं अत्र वावसाने इति सूत्रमपि अस्ति इत्युक्ते अत्र भङ्क् तात् तत्र भङ्क् तात् इति रूपं वावसाने इति सूत्रेण अत्र रूपद्वयं सम्भवति वा भगिनि भङ्क्तात् अपि च भङ्क्ताद् तदा भवति वा आं भगिनि इत्युक्ते लोट्लकार एकवचनं द्वितीयं रूपं लोट्लकारद्विवचनं द्विवचनं मध्यमपुरुषे मध्यमपुरुषे प्रथमपुरुषे एकं एकवचने रूपत्रयं भवति ताम् इति प्रत्ययः अस्ति, अपित् झल् वर्णः अस्ति, तकारः अत्र भङ्क् ताम् इति रूपम् आगच्छति. अनन्तरं तात् इति वयं पूर्वमेव कृतवन्तः, अतः तात् इव एव कार्यं कृत्वा अन्तिमं रूपं भङ्क् ताम् इति साधयामः. अन्तु इति अस्ति, अन्तु अजादिप्रत्ययः, अपित् अझलि अस्ति, अपित् अझलि इत्युक्ते सूत्रसमूहः इत्युक्ते सूत्रत्रयं, श्नश्वरलोपः अस्यापदान्तस्य झलि, अनुस्वारस्य ई परसवर्णः, एतैः सूत्रैः अत्र भञ्ज् योगः अन्तु भञ्जन्तु इति रूपम् आगच्छति. मध्यमपुरुषे भनज् योगः हि प्रत्ययः अस्ति, हि अपित् प्रत्ययः झल् झल् वर्णः, अत्र अपित् अस्ति इति कारणतः श्नशोरलोपः इत्यनेन अत्र अकारलोपः भूत्वा भञ्ज् इति रूपम् आगच्छति. अत्र हि प्रत्ययः अस्ति इति कारणतः हूजल्भ्यो हेर्दि एतेन सूत्रेण हि प्रत्ययस्य स्थाने धि आदेशः भवति, अतः भञ्ज् योगः धि, अपि च चोहुकुः इत्यनेन जकारस्य गकारः भवति, अनन्तरं नश्च पदान्तस्य झलि इत्यनेन भङ्धि इति एकवचनरूपम्. अपि च द्वितीयं रूपं तत्र यदा भवती उक्तवती रूपत्रयं सम्भवति, प्रथमपुरुष एकवचन तत्रापि विकल्पेन रूपद्वयमस्ति, तथा एव अत्रापि तात् रूपं भङ्क्तात् भङ्क्ताद् तथा भवति. अपि च तं वदाम तम् अपि च ता वदामश्चेत् तत्रापि समानकार्यं भवति, केवलम् अन्तिमभागः भिन्नः, भङ्क्तं भङ्क्ता भवति. उत्तमपुरुषप्रत्ययाः आनि आवा आमा सर्वे तित् प्रत्ययाः, अजादिप्रत्ययः अथवा अझलि झल् वर्णः नास्ति, अतः पित् अझलि किमपि कार्यं नास्ति, केवलं वर्णमेलनं. भनजानि भनजावा भनजामा भवति. धन्यवादः भगिनि. सरला भगिनी क्षम्यतां, सरला भगिनी लङ् कृतवती खलु, पुष्प लङ्लकार लोट् कृत धातोः लोट् कृत कृतवती खलु, अलङ्कर लङ्लकार कृतवती सा न न सरला भगिनी लङ्लकार करो. अस्तु, प्रथमं अडागमः भवति, कथं सूत्रमस्ति भगिनि, लुङ् लङ् लुङ् लङ् लुङ् लुङ् लशु दातति सूत्रेण अङ्गं भवति अम्भ अभनज्. केवलं रूपं वदामि, अस्तु, अभनग् अभनक् द्वे रूपे भवति वावसाने इत्यनेन चोहोकु इति अभनग् तदनन्तरम् अभनक् भवति करिचन. अभङ्क्ताम् अभञ्जन, पुनः सैव कार्यं मध्यमपुरुषे अभनग् अभनक् अभङ्क्तम् अभन्त अभनजम् अभञ्जव अभञ्जव अभञ्जम अभञ्ज्व अभञ्ज्म अभञ्ज्व अभञ्ज् अभञ्ज्म. धन्यवादः भगिनि. अस्तु, अनन्तरं पुष्पभगिनि विद्युलिङ्ग् करोति किम्? अस्तु भगिनि, अत्र सर्वे अपि अस्ति, तत्तु भनज् तु भञ्जते अस्ति पञ्चमवर्ण नकारः भञ्ज्यात् अत्र नष्टपदान्तस्य जलि यै परसवर्णः तत् तद् द्वे अपि कार्यं करोति न आनस्वरस्य कार्यं कृत्वा भञ्ज्यातां भञ्ज्युः भञ्ज्याः भञ्ज्यातं भञ्ज्यात भञ्ज्यां भञ्जाव भञ्जाम अस्तु भगिनि अग्रिमदातुः पुष्पभगिनी एव करोति किं भुज् इति भुज इति दातुः भुज् अस्मिन् विषये महोदयस्य करपत्रे किञ्चन लिखितवान् तदपि पठित्वा करोतु वदति किं भगिनि भुज् अत्र एव न भुङ्क्ते अव्यवहारः इत्युक्तौ उभयपदी अस्ति भुज् धातुः उभयपदी इत्युक्ते अर्थद्वयं वर्तते तस्य पालन अव्यवहारयोः इति पालनं करोति संरक्षणं करोति इति एकम् अर्थम् अर्थः एकः अर्थः अन्यत् अर्थः अन्यः अर्थः अस्ति खादति इत्यर्थे अपि खादति अव्यवहारः इत्युक्तौ भोजनं भोजन भुजो नवने इति सूत्रेण इत्यनेन खादनार्थे आत्मनेपदं भुङ्क्ते पालने परस्मैपदं नृपः राज्यं भुनक्ति राज्यं भुनक्ति ओवि तत् तत् नास्ति भुज् एव तिष्ठति अत्र श्नं प्रति आगत्य भुनज् इति अस्ति अङ्गं भुनज् इति अङ्गम् अत्र लट्लकार करोमि लट्लकारं करोतु पित् अस्ति ति अत्र भनज् एव तिष्ठति चोहोकुः भनग् वावसाने इत्यनेन भनग् नाट् वावस्थाने भनक् करिचकार कार्यं करोति भुनज् भुनज् योगः ति भुनग् योगः ति भुनक् योगः ति भुनक्ति तः तु अपि अस्ति तत्कारणात् श्वासलोपः कार्यं करोति भुञ्ज् इति अस्ति अङ्गं भुञ्ज् तत्र चोहोकुः नश्चपदान्तस्य जलि अनुस्वारस्य परसवर्णः सर्वे कार्यं कृत्वा भुञ्ज् एव तिष्ठति भुञ्ज् करीच अपि अस्ति पुङ्क्तः चोहुकुः चोहुकुः करीच नष्टपदान्तस्य जलि चोहुकुः नष्टपदान्तस्य जलि करीच अनन्तरम् अनुस्वारस्य सामान्यतया अनुस्वारस्य पर्वणः अन्ते आयाति अन्ते आगच्छति तत् पुङ्क्तः अन्ति तु अजादिप्रत्ययः अजादि अपि तत्तु भुञ्ज भुञ्ज् भुञ्जन्ति इति सि तु तत्र भुनज् बुञ्ज् योगः सि अत्र चोहुकुः चोकु बुनज् न बुञ्ज् न बुनज् बुनज् योगः सि चोहुकुः कार्यं करोति बुनग् योगः सि अत्र आदेशप्रत्ययोः आगत्वा बुनग् योगः षि आगच्छति खरि च आगत्वा बुनक् योगः षि गकारस्य ककार आदेशः अत्र बुनक् वर्णमेलने बुनक् षि इति तः धातु बुनक् बुङ्क् बुङ्क् तः बुङ्क् ता मी बुनज्मि अत्र बुनज्मि वहामः तु अपित् अस्ति भुञ्ज् वः भुञ्ज् मः नष्टपदार्थस्य जलि अनुस्वारस्य परसवर्णः तत् कार्यं करोति. अस्तु भगिनि, धन्यवादः भगिनि. अग्रे कस्य क्रमः आसीत्? मणिमहोदयस्य क्रमः आसीत् महोदय. वदामि महोदय. गुणज्योः तु अत्र पित्तस्य किमपि कारणं वर्तते, चोहुकुः कार्यं करोति, अतः चकारस्य गकार आदेशः अनन्तरं करि च इति सूत्रेण ककारः प्रथमाशः गुणक्तु इति रूपं तात् अत्र बुङ्क्तात् बुङ्क्तां महोदय रूपाणि अथवा सूत्रम् अस्ति सूत्राणि केवलं जानाति चेत् नास्ति चिन्ता महोदय, केवलं नूतनविषयः नास्ति चेत् पृच्छन्तु. हूजल् व्यवहरति मध्यमवर्षे हि अस्ति, अतः हूजल् व्यवहरति इति सूत्रेण आगच्छति. अनन्तरं चोहुकुः नचां पदस्य जलि अनुसरस्य पद रूपम् इति बुङ्दि इति तदेव गकार अत्र गकार बुङ्क्तात् बुङ्क्ता बुङ्क्तं बुङ्क्त इति सरला भगिनी किम् अभवत्? भगिनी सामान्यतया जागृत्या भगिनी वदति बुङ्क्तात् बुङ्क्तात् मारयति सर्वान्, किन्तु अद्य तूष्णीं तिष्ठति. लक्ष्मीभगिनी उक्तवती. धन्यवादः भगिनी. लङ्लकारं कृतवती खलु पूर्वं, लङ्लकारम् अभवत् आसीत् मम. लक्ष्मीभगिन्याः क्रमः खलु, लक्ष्मीभगिनी वक्तुमिच्छति किं लङ्लकारं प्रयत्नं करोतु, किञ्चित् सामान्यतया किञ्चित् कठिनमस्ति. प्रयत्नं करोमि. अत्र लङ्लकारः साधारणतया अडागमः भवति, अत्र भुनज् इति अङ्गमस्ति. भुनज् योगः ता इति प्रत्ययः अस्ति एकवचने, तत्र ता प्रत्ययः अप्रोक्तये काल् प्रत्ययः एकः एव अल्वर्णः अस्ति इति कृत्वा, अतः हल्ङ्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल् इति सूत्रं कार्यं करोति. तेन तकार ता प्रत्ययस्य लोपः भवति, अतः अभुनज् इति रूपं तत्र सिद्ध्यति. किन्तु अन्ते पदान्त पदमस्ति अभुनज्, अतः पदमस्ति इति कारणतः यथा भवती उक्तवती चोहुकुः इत्यस्य निमित्तम् अत्र अस्ति अत्र अतः चोहकुः इति सूत्रेण अभुनज् जकारस्य गकारादेशः भवति, अतः अभुनग् रूपम् आगच्छति. अनन्तरं वावसाने इति सूत्रेण अवसानावस्थायाम् अस्ति इति कारणतः विकल्पेन रूपद्वयं सम्भवति, अभुनग् अपि च अभुनक्. तत्र अन्यत् सूत्रमस्ति वा भगिनि? अन्यत् किमपि नास्ति भगिनि, अत्र किमपि नास्ति, तावदेव. अत्र जलां दृशन्ते, सर्वत्र वृष्टिः पतति इति कृत्वा जलां दृश्यन्ते. अस्तु, जलां दृश्यन्ते पुनः गकारः एव आयाति. तथापि इत्युक्ते तथा वक्तव्यं वा अत्र? न वदामः, नो चेत् अधिकं न वदामः. परन्तु तस्य प्राधान्यता अस्ति वा? कार्यं तु भवति एव. चोहोकुः भूत्वा अनन्तरं जलां दृश्यन्ते इति गकारस्य पुनः गकारादेशः, किन्तु वयं तादृशं यदि वदामः तर्हि सोपानानि अधिकाः अधिकानि भवन्ति खलु, सर्वत्रापि तादृशं वक्तव्यं भवति खलु. अत्र लङ्लकारे द्विवचने ताम् इति प्रत्ययः अस्ति, तां प्रत्ययः अपि च झल् वर्णः तकारः, अतः सूत्रसमूहः अपि च चोहुकुः इत्युक्ते सूत्रसमूहः इत्युक्ते षोरलोपः, तेन अकारलोपः भवति. अभुञ्ज् इति रूपं तां योजयामः, तत्रापि चोहुकुः इत्यस्य कार्यमस्ति. अभुङ् योगः ताम्, अनन्तरं नस्यापदान्तस्य झलि इत्यनेन तत्र अनुस्वारादेशः भवति. अभुङ् योगः ताम् अपि च अत्र खरिच इति सूत्रेण अत्र गकारस्य स्थाने गकारादेशः भूत्वा अभुङ् योगः ताम् भवति, किन्तु अनुस्वारस्य परसवर्णः यथा भवती उक्तवती परसूत्रमिति कारणतः अन्तिमं सूत्रं तदेव, अतः ण्यकारस्य कवर्गीय अन्तिमवर्णादेशः भूत्वा अभुङ्क्ताम् इति रूपम् आगच्छति. अनन्तरम् अभुञ्जन् अन् प्रत्ययं योजयामश्चेत् अभुञ्जन् इति रूपं सिद्ध्यति. मध्यमपुरुष एकवचनप्रत्ययः सकारः, तत्रापि अपृक्तये काल्प्रत्ययः, अतः हल्ण्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल् सूत्रेण सप्रत्ययस्य लोपः भवति, अतः अभुनज् इति पदं सिद्ध्यति. अभुनज् इति पदमेव यदा भवती उक्तवती जलां जशोन्ते अपि च वावसाने इत्याभ्यां सूत्राभ्याम्, अत्र विकल्पेन अभुनग् अपि च अभुनक् इति रूपद्वयं सिद्ध्यति. अनन्तरं अग्रिमप्रत्ययः तम् अपि च ता, यथावत् पूर्वं ताम् इति वयं कृतवन्तः तादृशरीत्या एव अत्रापि तम् अपि च ता, अपि प्रत्ययः प्रत्ययौ तकारः झल् वर्णः अस्ति इति कृत्वा अपि झलि अस्ति चेत् सूत्रसमूहः अपि च चोहुकुः इति दत्तमस्ति एताभ्यां सूत्राभ्याम्. अत्र सूत्राभ्यां न, तत्र चत्वारि सूत्राणि सन्ति, श्लशोरलोपः, अष्टपदान्तस्य झलि, चोहुकुः, अनुस्वारस्य ई परसवर्णः, इत्युक्ते कानिचन सूत्राणि सन्ति, तेषां योजनेन अभुङ्क्तम् अभुङ्क्त इति रूपं सिद्ध्यति. उत्तमपुरुषे अं वा मा इति प्रत्ययाः सन्ति. अं योजनेन अं प्रत्ययः पित् अस्ति, किन्तु अझल् अझल् वर्णः अकारः, अतः अभुनज् योगः अम् अभुनजम् इति भवति. अनन्तरं वा म तत्र अपित् अचलि अचलि सूत्रसमूहः इत्यनेन अत्र अभुञ्ज्वा अभुञ्ज्म इति रूपं सिद्ध्यति. धन्यवादः भगिनि. सरला भगिनि विधिलिङ्ग् भुञ्ज् सर्वे प्रत्ययाः झलि अस्ति अपि अपित् अस्ति. अङ्गं भवति भुञ्ज् भुञ्ज्यात् भुञ्ज्यातां भुञ्ज्युः भुञ्ज्याः भुञ्ज्यातं भुञ्ज्यात् भुञ्ज्यां भुञ्ज्याव भुञ्ज्याम. धन्यवादः भगिनि. मध्यमपुरुषस्य बहुवचने भुञ्ज्यात इति भुञ्ज्यात् मध्यमपुरुष भुञ्ज्याः बहुवचने यात् भुञ्ज्यात. धन्यवादः भगिनि. आत्मनेपदे लट् भवति सर्वे पदे भोजनार्थे आत्मनेपदी पालनार्थे परस्मैपदी परस्मैपदी अस्तु. सर्वे अपित् अस्ति सो भुञ्ज् भुङ्क् इति भवति भुञ्ज् इति आगच्छति भुङ्क् भवति अप्यत् झलि भुङ्क्ते भुञ्जाते भुञ्जते भुङ्क्षे अत्र आदेशप्रत्ययः अपि आगच्छति भुञ्जाते भुङ्क् भुङ्क्द्वे भुञ्जे भुञ्ज्वहे भुञ्ज्महे. धन्यवादः भगिनि. भगिनि भवती अत्र आत्मनेपदीरूपम् अस्ति चेत् अर्थः भिन्नः परस्परपदीरूपम् अस्ति चेत् भिन्नः वा तत्र भगिनि? तदेव महोदयेन अत्र उक्तमस्ति. आम् आम् सामान्यतया उभयपदी कुत्र उपयोग आयाति इत्युक्ते किम् अस्ति स्वरित कर्तृभिप्राये क्रियापले इति सूत्रेण यत्र उभयपदी आयाति यदि फलं कर्तुः कर्तारम् अभिप्रेति चेत् आत्मनेपदी अन्यान् अभिप्रेति चेत् फलं तत्तु परस्मैपदी इति वदामः. किन्तु अत्र तु अर्थभेदेन आत्मनेपदी परस्मैपदी इति आयाति. पालनार्थे परस्मैपदी अनन्तरं भोजनार्थे आत्मनेपदी इति सूत्रं पाणिनिना उक्तमस्ति भुजो अनवने इति सूत्रं भुजो नवने इति. इत्युक्ते अत्र भुनक्ति इति रूपं भुनक्ति अस्ति भुङ्क्ते अस्ति अत्र भुजधातोः भुनक्ति इति इत्युक्ते भुनक्ति इत्युक्ते पालना पालनम् इति अर्थः भुनक्ति पश्यामः चेत् पालनम् इति अर्थः. किं तथैव भुङ्क्ते इति भुङ्क्ते इति रूपं पश्यामः चेत् तत्तु भोजने इति अर्थः. किन्तु धातुः तु समानधातुः अस्ति धातुः एव अर्थद्वयं वर्तते. धन्यवादः भगिनी. किं सूत्रम् उक्तवती आत्मनेपदी कर्तरि वन् त्री ओ तत् कर्तृभिप्राये क्रियापले इति आयाति कर्तरि कर्तृ स्वरितः तदेव भगिनि क्रियाफले उभयपद स्वरितफल तत् अहं जानामि सूत्रे अनेन सूत्रेण एव उभय आत्मनेपदी तस्य भवति आत्मनेपदीया अनुदाते आत्मनेपदी अनुदातनितः आत्मनेपदं स्वरितनितः कर्तृभिप्रयक्रियाफले इति उभयपदी अस्ति. अनन्तरं शेषं शेषं परस्मैपदी इति परस्मैपदी. इत्युक्ते राज्यं भुनक्ति भोजनं भुङ्क्ते तथा भवति वा? आम् आं भगिनि आं किं मन्ये. अस्तु एकवारं वदतु भगिनि तत् सूत्रं कर्तरि तत्तु स्वरितनितः कर्तृभिप्राय त्रि 1372 भगिनि. अस्तु इत्युक्ते भगिनि पदं कीदृशम् अस्ति तस्मिन् विषये आत्मेपदि वा परस्मेपदि वा उभयपदि वा इत्यस्मिन् विषये त्रीणि सूत्राणि सन्ति तयोः तेषु अन्यतमः एतत्तु अन्यतमः इति नास्ति किन्तु विशेषसूत्रमस्ति इति वक्तुं शक्नुमः येन अर्थम् अनुसृत्य तस्य परस्मपदित्वं पदनिर्माणं भवति सामान्यसूत्राणि सन्ति कर्तृविप्रयक्रियापलि इति स्वरविज्ञानमस्ति तद् समाप्य एतत्तु विशिष्टसूत्रमस्ति एतस्य धातोः कृते निर्मितं सूत्रमस्ति अस्य एकवारं वदतु भगिनि सामान्यसूत्राणि सन्ति यत्र स्वरविज्ञाने आयाति स्वरविज्ञानमस्ति खलु यत्र स्वरविज्ञानं पदत्वं यत्र प्राप्नुमः कर्तृभि किमस्ति अनुदातनितः आत्मने पदं स्वरितनितः कर्तृभिप्राय क्रियापले इति कर्तृपरस्मिपदम् इति अनन्तरं एते तु सामान्यसूत्राणि सन्ति येन वयं पदनिर्माणसमये आयान्तः किन्तु यत्र अत्र भुजो किम् आसीत् भुजोनवने इति सूत्रं तु भुज इति धातोः कृते निर्मितमस्ति विशिष्टसूत्रमस्ति अन्य अस्य धातोः कृते एव अस्ति सामान्यसङ्ख्या का पुनः एकवारं वदतु 1366 महोदयस्य करपत्रे गर्भ कत्र अस्ति खलु अस्तु सुब्रह्मण्यं महोदय मणिमहोदय वदति किं महोदय अस्तु महोदय बुङ्क् बुणज् दातु महोदय बुणज् इति दातोः अधुना भोजनार्थे इति बुङ्क् बुङ्क् योगः भुणज्योः आत्मने आम् भुणज्योः तां ताम् अपि ततः स्वरलोपः चोहुकुः सम्पदति शैलि करिचय इति अनुसारशैले बुङ् बुङ् ताम् इति रूपं भवति एकवचने अनन्तरं भुञ्जातां भुञ्ज भुञ्ज भुञ्जताम् भुङ्क्ष्व भुञ्जातां भुङ्क्त्वं भुञ्जै भुञ्जावहैः भुणजै भुणजावहै भुणजामहै इश्व इति मध्यं पुरुषे एकवचने आदेशप्रत्ययोः इति विशिष्टसूत्रं न न न महोदय उक्तवान् भुक्तं सम्यक् एव उक्तवान् केवलं वदामि अनन्तरं भुग्भुम् इत्यत्र जलां जशोन्ते जलां जश् जशि इत्यस्य कार्यं भवति प्रायः न वक्तव्यम् इति मन्ये रूपाणि उक्तवान् धन्यवादः महोदय लङ् लकारः अत्र पुष्पा भगिनी करोति किम् अस्तु भगिनि बुञ्ज् बुनज् योगः सा अडागमः भवति अबुनज् योगः अत्र अत्र सर्वत्र तु अपि सन्ति इति कृत्वा सर्वत्र श्नसोरलोपः इत्यस्य कार्यं करोति अनन्तरं केवलं चिन्तव्यं केवलं चिन्तनीयं केवलं किमस्ति जलि अस्ति किं न जलि इति एव चिन्तनं भव आवश्यकम् तत्र अजादिप्रत्ययः अस्ति कुत इति प्रत्ययः जलादि खलु अत्र अभुङ्क्त अत्र तत् चोः कुः नश्च प्रान्तस्य जलि यै अनुस्वारस्य परसवर्णः कार्यं करोति त्रीणि श्नासरलोपः तद् तस्य शीघ्रं शीघ्रं रूपाणि वदति धातुत्रयं वर्तते भञ्जातां भञ्जत अभञ्जाताम् अभञ्जागमः अभञ्जाताम् अभञ्जत क्षम्यताम् अभुञ्जाताम् अभुञ्जाताम् अभुञ्जत भुञ्जति धातुः खलु अभुञ्जाताम् अभुञ्जाताम् अभुञ्जत अभुङ्क्ताः अभुञ्जाथाम् अभुङ्ध्वं गकारः आगच्छति अभुञ्जि अभुञ्ज्वहि अभुञ्ज्महि अस्तु भगिनि धन्यवादः भगिनि विदिलिङ्ग् लक्ष्मी भगिनी करोति किं विदिलिङ्ग् आं भगिनि अत्र ईता ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि अत्र नवप्रत्ययाः सन्ति एते सर्वे अपि अजादिप्रत्ययाः अपित् प्रत्ययाः अपित् अझलि इति द्रष्टव्यम् अत्र अपित् अझलि परे सूत्रसमूहः इति उक्तमस्ति इत्युक्ते स्नेशोरलोपः नश्च पदान्तस्य झलि अपि च अनुस्वारस्य परसवर्णः सूत्रत्रयं कार्यं करोति अतः भुञ्ज् इति अङ्गमस्ति अत्र केवलं वर्णमेलनेन अत्र भुञ्जीता भुञ्जीयातां भुञ्जीरन् भुञ्जीथाः भुञ्जीयाथां भुञ्जीध्वं भुञ्जीय भुञ्जीवहि भुञ्जीमहि इति रूपाणि आगच्छन्ति धन्यवादः भगिनि अग्रिम धातुः ओविजि इति धातुः विद्युत् इति भगिनि अग्रिमधातुः अपि विद्युधातोः विषये लट्लकार्थं करोति किल विद् इति परस्मैपदि भयचलनयोः इति भयेन कम्पते आपस् आपद्ग्रस्तो भवति इति परस्मैपदि भयचलनयोः भयेन कम्पते आपद्ग्रस्तो भवति अस्तु अत्र विद्युत् धातुः अस्ति द्रष्टव्यं भगिनि विद्युद्धातुः परस्मैपदीरूपाणि अत्र पूर्वं भुज् वयं कृतवन्तः तादृशरीत्या एव विज् अपि करणीयमस्ति भुनक्तु अत्र अहं तु जालपुटे पश्यामि अयं अत्र विशेषः इत्युक्तमस्ति अयं धातुः प्रायः उत् पूर्वरूपेण एव प्रयुज्यते इति उक्तमस्ति उत् पूर्वरूपेण एव प्रयोगः भवति लौकिकभाषायाम् इति उक्तमस्ति किन्तु नास्ति चिन्ता वयं वदामः गत महोदयस्य वर्गे कथं कृतवन्तः उत् इति उपसर्गरूप सहितं कृतवन्तः किं नो चेत् तर्हि तदेव कुर्मः केवलं महोदय उक्तवान् केवलं रूपं वदतु तदेव अत्रापि कुर्मः केवलं रूपं वदामः धन्यवादः भगिनि विज् इत्युक्ते अत्र भगिनी अत्र रुदादिगण हा विनज् इति अङ्गमस्ति अत्र न विनज् इति विनज् इति अङ्गम् आमामां विनज् इति अङ्गम् अनन्तरं विनक् विनक् भवति विनक्ति इति रूपं कोऽपि अन्यः करोति वा भगिनि अहं सम्यक् न अवगतवती न न सम्यक् एव भगिनि विज् इति एव रूपं विनच् इति विनज् इति सामान्यकार्याणि खलु. अत्र तु जलि पिति इति कृत्वा किं कार्यं भवति, केवलं चुहुकुः इति कार्यम्, अनन्तरं करीच इति, तर्हि विनक्ति इति रूपं विनक्ति. आम् तः इति योजनेन तः इति अपित् अस्ति, झल् वर्णः अस्ति, अपित् झलि सूत्रसमूहः, अपि च चोहकुः इति सूत्र चत्वारि सूत्राणि सन्ति. तेन अत्र अत्र विङ्क्तः इति रूपं सिद्ध्यति. अत्र अहं न कृतवती भगिनि, अतः सम्यक् अस्तु. न न वदतु, सम्यक् एव वदतु भगिनि. लक्ष्मी भगिनी भवती सूत्रेण सहित करोति. अन्ये तु केवलं रूपाणि वदिष्यन्ति, भवती रूप सूत्रसहितमेव करोतु. भवत्या सुन्दररीत्या भवती वदन्ति अस्ति. अत्र विनजिते अङ्गमस्ति, अनन्तरम् अत्र श्नशोरलोपः इत्यनेन अत्र अकारस्य लोपः भवति, विञ्ज् भवति. तदनन्तरम् अत्र नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ईपरस्वर्णः इत्यनेन बहुवचनरूपं विञ्जन्ति इति भवति. किन्तु अत्र मध्यमपुरुष एकवचने अस्ति, तत्र सि अस्ति इति कारणतः आदेशप्रत्ययोः इत्यनेन षकारादेशः भवति. तत्र पूर्वं रूपाणि पूर्वस्मिन् तत्र रूपाणि दृष्ट्वा वदामि भगिनि, अत्र विनक्षि इति रूपम् आगच्छति अत्र. द्विवचनरूपम् अस्ति थः, बहुवचनं था, तत्र किञ्चित् साम्यमस्ति इति कारणतः तत्र अपित् झल् प्रत्ययौ द्वौ अपि, अतः अपित् झल् सूत्रसमूहः अपि च चोहुकुः इत्यनेन विङ्क्थः विङ्क्थ इति रूपाणि सिद्ध्यन्ते. उत्तमपुरुष एकवचनं मि अस्ति, एकवचनप्रत्ययः मि इति पित् अस्ति, अपि च अझल् अस्ति. पित् अझलि इत्युक्ते तत्र किमपि कार्यं नास्ति. विनज् इति अङ्गम् अस्ति इति कृत्वा वर्णमेलनं भूत्वा विनज्मि इति भवति. वः अपि च मह, तत्र अपित् अझल् झल् वर्णः नास्ति, वकारः मकारः द्वौ अपि अझल् वर्णौ, अतः अत्र अपित् अझल् सूत्रसमूहः. तेन सूत्रसमूहः इत्युक्ते स्नश्वरलोपः, नश्चापदान्तस्य झलि, अनुस्वारस्य ईपरसवर्णः, त्रीणि सूत्राणि कार्यं कुर्वन्ति. तेन विञ्ज्वः विञ्ज्मः इति रूपाणि भवन्ति. अस्तु भगिनि, धन्यवादः भगिनि. सरला भगिनि, लोट् अस्ति, टूपित् अस्ति, विनक्तु इति भवति चोहकु खरिचरणे, तात् सूत्रसमूह विन् तात् विङ्क्ताद् झलो वावसाने इति विङ्क्तां विञ्जन्तु विङ्धि विङ्क्तात् विङ्क्तं विङ्क्त विनजानि विनजाव विनजाम. धन्यवादः भगिनि. मणिमहोदय लङ्लकारं वदति महोदय. आं महोदय, अत्र अकारः पूर्वं भवति लङ् लङ् लिरुषु इति सूत्रेण, अनन्तरं तकारः अपि लोपः भवति. सूत्रं विस्मृतवान् महोदय. धन्यवादः भगिनी. इति सूत्रेण तकारः लोपः भवति. इदानीं पदं भवति अविनज् चोहकुः इति अभिनग् जलं जसवन्ते तदैव तिष्ठति. वावसाने अभिन अभिनक् इति अन्यरूपं. ताम् अस्ति अविङ् ताम् अविञ्जन् अविङ्. अत्र अपि द्वि रूपाणि अविङ् अभिनग् अभिनग् अविनक् इति अविङ्क्तम् अविङ्क्त. अत्र अविनजम् अविञ्ज्व अविञ्जम इति रूपाणि. भवतु महोदय. धन्यवादः महोदय. पुष्पभगिनी विद्यालय सर्वे अपि अस्ति. तत्तु विञ्ज् इति आगच्छति अङ्गं. विञ्ज्यात् विञ्ज्यातां विञ्ज्युः विञ्ज्याः विञ्ज्यातं विञ्ज्यात विञ्ज्यां विञ्ज्याव विञ्ज्याम. धन्यवादः भगिनि. भगिनी दू पुष्पभगिनी नूतनदातुः दातुं करोति. किं दातु? वृजि इति वृजि इति वृज् दातुः. ओके, वृजि वृजि. अत्र अश्नं प्रत्ययः आगच्छति. वृणज् वृणज् इति तिष्ठति परस्मैपदी. तत् वर्जने वर्जयति निवारयति चिनोति इति अर्थं. वृणज् योगः ति. वृणक्ति वृणक्तः. अत्र णत्वं भवति खलु? णत्वं भवति. वृणक् णत्वं रसोभ्यां रसाभ्यां वृणक् समानपदे तत् पित् अस्ति. तथैव वृणक्ति वृञ्जेव तिष्ठति. वृङ्क्ति वृङ्क्तः वृङ्क्ता वृञ्जन् वृञ्जन्ति. सी तु ऋणक् ऋणक्षि ऋणक्षि ऋणक्षि. वृञ्ज्थः वृङ्क्तः वृङ्क्तः वृङ्क्तः वृङ्क्ता वृणज् वृणज्मि वृञ्ज् वृञ्ज्मः वृञ्ज्वः वृञ्ज्मः. धन्यवादः भगिनि. लक्ष्मी भगिनी अलोट् लकारं करोति. लोट् लकारः अस्तु. अत्र धातुः वृज् इति भवति. वृणज् अपि च अत्र पित्सु णत्वं भवति वा भगिनि? आं भगिनि, आं भवति. पित्सु णत्वं भवति. अपित्सु अत्र श्नशोरलोपः इति सूत्रेण तत्र अकारलोपः भवति. अत्र लोट् टु प्रत्ययः योजयामश्चेत् अत्र प्रथमपुरुष एकवचनप्रत्ययः वृणक्ति अस्ति, अतः अत्र वृणक्तु भवति. तथा वदामि. अनन्तरं तात् ताम् इति अस्ति, अतः अत्र प्रथमपुरुष लट्लकारे तः वृङ्क्तः अस्ति, अतः अत्र वृङ्क्तात् इति द्वितीयं रूपम् अस्ति. वृङ्क्तात् अपि च वृङ्क्ताम् इति द्विवचनरूपम्. अन्तु बहुवचनप्रत्ययः अस्ति. बहुवचनप्रत्ययः अपि प्रत्ययः अपि च अजादिप्रत्ययः. अतः अपित् अजलि सूत्रसमूहः अस्ति. इत्युक्ते अत्र नश्वरलोपः नश्चपदान्तस्य जलि अनुस्वारस्य परसवर्णः इत्यनेन वृञ्ज् इति भवति. वृञ्जयोगः अन्तु वृञ्जन्तु इति भवति. हि प्रत्यये परे अत्र सम्यक् न जानामि भगिनि. अत्र हूजल्भ्यो हेर्ति अत्र सूत्रं कार्यं करोति. हकारस्य स्थाने धकारः आगच्छति. अनन्तरम् अत्र अपित् अजलि इति सूत्रमस्ति. इतोपि किं वक्तव्यं भगिनि? अत्र श्नसोरुल्लोपः प्रथमं कार्यं करोति इति मन्ये खलु. आदौ श्नसोरुल्लोपः, अनन्तरं श्नसोरुल्लोपः प्रथमं. किमर्थम् इत्युक्ते परसूत्रमस्ति इति मन्ये. श्नसोरुल्लोपः अनन्तरं भूजल्भ्युः इति, तदनन्तरं चुम्बुचुहुकुः इति. तत्र जकारस्य स्थाने गकारः चोहुकुः इत्यनेन अत्र वृङ् योगः धी भवति. अनन्तरं नश्चापदान्तस्य झलि अपि च अत्र अनुस्वारस्य ई परसवर्णः अन्ते आगच्छति. परन्तु तस्य पूर्वं वावस्थाने जलां शशि इति कार्यं करोति खलु. अवसाने अवसानस्थायं नास्ति खलु. अकारः एव अन्तिमवर्णः अकारः अस्ति खलु. धी इति इकारः अस्ति क्षम्यतां. तर्हि वावसाने तस्य प्रसक्तिः नास्ति. केवलं धकारे परे गकारस्य पुनः गकारादेशः जलां शशि इति नेन तदेव पृच्छति खलु. सात् इत्यस्य पृच्छति किं वावसाने इति? न न, हि प्रत्ययस्य विषये तत्र जलाञ्जष्यन्ते इत्यनेन जलाञ्जष्यसि. अस्तु, वृङ्धि इति रूपमागच्छति. किन्तु अत्र तात् पूर्वं रूपम् इव एव भवति. अत्र वृङ्क्तात् इति रूपम् आगच्छति. वृङ्क्तात् वृङ्क्ताद् धन्यवादः. अनन्तरं तं तत्रापि वृङ्क्तं वृङ्क्ता इति भवति. आनियावाम अत्र रूपमेव. अत्र पित् अजलि अस्ति इति कारणतः केवलं वर्णमेलनं. किन्तु अत्र वृ तत्र ऋकारः अस्ति इति कारणतः ऋषाभ्यां नोणः समानपदे इत्यनेन पित्सु नत्वं भवति इति कृत्वा अत्र वृणजानि वृणजाव वृणजाम भवति. धन्यवादः भगिनि. धन्यवादः भगिनि. सरला भगिनि, लङ् लकार अडागमः आगच्छति. रूपं भवति अवृणग् अवृणक् अवृणक् वृङ्क्ताम् अवृञ्जन् मध्यमपुरुषे अवृणक् अवृणग् ऋकारः भवति रसाभ्यां नो नास्ति सके. मध्यमपुरुषे द्विवचने अवृङ्क्तम् अवृङ्क्त अत्र अवृणजम् अवृञ्जव अवृञ्ज्व अवृञ्ज्म. धन्यवादः भगिनि. मणिमहोदय विधिलिङ्ग् महोदय हलादि अजयि अपित् सर्वाणि रूपाणि अतः विरिञ्जातां विरिञ्जुः विरिञ्ज्याः विरिञ्जातं विरिञ्ज्यात विरिञ्ज्यां विरिञ्ज्याव विरिञ्ज्यामे इति निरूपाणि भवन्तु महोदय. अस्तु महोदय. अग्रिमधातुः कृति इति तकारान्तदातवः कृति इति धातुः कृत् इति लौकिकरूपं वेष्टने आवृणोति परिवेष्ट इति तकारान्तदातुः महोदय पठामि वा? पठतु महोदय शीघ्रं शीघ्रं. तकारान्तदातवः एकः धातुः कृति कृत् कृति कृत् प्रश्नपति वेष्टने आवृणोति परिवेष्टयति परिवेषयति कृत् योः स्नम् मिदच्छन्त परः इति तेन कृणत् तिङ्प्रत्यय प्रत्ययः निमित्तकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति कृणत् योहति गृह्णति कृणत् व्योहानि गृह्णतानि अपित्सु स्नसरोलोपः इति न स्नम् इत्यस्य अकारस्य लोपः कृणत् योहतः योहतः कृन्तः सन्धिकार्यं कृन्त् योहतः नचाम्पदस्य जलि कृन्त् योहतः अनुसारस्य परसर्णः कृन्त् योहतः वर्णमेलनेन कृन्तः देयं यत् अस्य क्रमस्य आरभे अन्ते च नत्वं स्यात् इति भाति किन्तु पूर्वत्र सिद्धम् इत्यनेन न भवति आरम्भे शास्त्रसिद्धम् अन्ते कार्यसिद्धम्. एतत् पूर्वमेव वयं दृष्टवन्तः खलु अत्र पूर्वम् अर्कुप्वाङ्गुं व्यवायपि तस्य कार्यं समानमासीत् चर्चा यत्र दशपदान्तस्य जलि दशाभ्यां नूनः समानपदे उभयोः प्रसक्तिः आयाति तस्मिन् समये दशाभ्यां नृणः समानपदे इति परसूत्रमस्ति इति कृत्वा त्रिपाद्यां परसूत्रमस्ति इति कृत्वा पूर्वसूत्रं प्रति सिद्धम् इति कृत्वा नष्टपदान्तस्य जलि तस्य कार्यम् अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति यत्र आयाति तदनन्तरं दशाभ्यां नृणः समानपदे इत्यस्य प्रसक्तिः भवितुमर्हति तत् किन्तु कार्यसिद्धं भवति कार्यं कृतम् इति कृत्वा परकार्यं कृतम् इति कृत्वा पूर्वकार्यं रषाभ्यां नूनः समानपदे इत्यस्य प्रसक्तिः न भवति तर्हि एकं तु शास्त्रसिद्धम् अन्यत् तु कार्यसिद्धम् इति प्रश्नः अस्ति किल कृन्त्योः हि भूजल्योः इति तदपि पठितवन्तः जरोजरि सवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णजरि परे सूत्रं हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायां जरो जरि सवर्ण इति प्रसङ्गः स्यात् तत्र तत्र अवश्यं प्रयोक्तव्यं रूपाणि वक्तव्यानि महोदय अत्र कृन्ति इति रूपं भवति अत्र जरजि कृणत् इति अङ्गम् आम् आं कृणत् इदानीं पित् अस्ति कृणत् योः कृणति इति अत्र अपि जरोजरि कार्यं करोति कृणति इति एकरूपं जरोजरि इत्यस्य प्रसक्तिः किं कार्यं जरोजरि इत्यस्य निमित्तं किं हल् उत्तरस्य जरः जरि अत्र नकारः आम् अकारः अस्ति न चन्द्रभव अस्ति वृणत्ति कृन्ति इति रूपं कृणत्ति इति रूपम् अनन्तरं तः समानपदे इत्यस्य कार्यम् अत्र आयाति तर्हि कृणत्ति कृणत् नत्वं भवति अत्र कृणति अतः अत्र महोदय एकनिमिषं कृणक्ति यदि भवति कृणत् योगति तत्र जलान् दशन्ते तस्य कार्यं न भवति एव करीच इत्यस्य कार्यं भगिनि खर् प्रत्याहारे अस्ति खर् प्रत्याहारे करीच इत्यस्य कार्यं भवति सर्वत्र वृष्टिः तावत् इति आयाति अत्रापि आयाति किन्तु वयं न पुनः तकारः एव आयाति कृन्तः अत्र जरजरि कार्यं करोति महोदय कृतः कृन्तः कृन्तः कृन्तः कृन्तः एकरूपम् अनन्तरूपं कृन्तः अनन्तरं रूपम् इति क्षम्यते अन्यतरस्याम् इति अस्ति आं तर्हि रूपद्वयं भवति अत्र कृन्त् इत्तः इति एकम् अन्यत् अस्ति कृन्तः इति जरोजरि सवर्णे कार्यं कृत्वा आम् महोदय द्विरूपाणि अनन्तरं कृतन्ति सि अस्ति अत्र नत्वम् अपि कृन्तन्ति इत्यस्य अपि रूपद्वयं भवति एकरूपम् एकरूपं महोदय मध्यपुरुषे कर्ण नत्वमस्ति अतः कर्ण कर्णत् कृणत्सि अत्र कृन्तः रूपद्वयं कृन्तः कृन्तः तदेव कृन्तः कृन्त कृन्तः कृन्त एक द्विरूपं महोदय चरणं न चलति अनन्तरं नत्वमस्ति मध्यम उत्तमपुरुषे नत्वमस्ति अतः कृणत्मि कृन्त्वः कृन्त्मः कृत्वः धन्यवादः कृन्त्वः किमर्थम् अत्र सवर्णः नास्ति खलु इति कृतलो एकमेव रूपं सरोजनी सवर्णे धन्यवादः धन्यवादः महोदय भगिनी किमपि वदति वदन्ती आसीत् अत्र महाप्राणकारः अस्ति नास्ति चिन्ता किन्तु सवर्णः इति वदामः सवर्ण अस्ति भगिनि सवर्गस्य सर्वे वर्णाः तु सवर्णाः इति वदामः भगिनि सवर्णम् सपोस् कवर्गीयस्य सर्वे वर्णाः सवर्णः आम् आम् तुल्यस्य प्रयत्नं सवर्णम् इति अस्य प्रयत्नं समानमस्ति चेत् सवर्णः परे यः सवर्णाः इति भगिन्याः ध्वनिः पुनः कुत्रचित् दूरे अस्ति भगिनि किञ्चित् पार्श्वे अस्ति अस्तु पुष्प भगिनी करोति किम् अग्रे लोट्लकारः तत्तु कृणत्तु कृणत्तु अत्र जरजरि न कार्यं करोति न तात् इत्यस्मिन् करोति कृणत् अत्र तु नत्तु नकारस्य अनन्तरं जल् उत्तरस्य एव अत्र तु किम् अस्ति इत् इत्यस्मात् पूर्वं तु अकारः अस्ति खलु इति कृत्वा कृणत्तु इति कृन्तात् कृन्तात् इति रूपद्वयं तस्यापि पुनः वावसाने इत्यनेन जलां दशोन्ते वावसाने इत्यनेन चत्वारि रूपाणि भवन्ति टोटल् फैव् रूपाणि पञ्चरूपाणि एतस्य कृणत्तु कृन्त् इत्तात् अनन्तरं जरोजरि इत्यनेन कृन्तात् अनन्तरं कृन्ताद् कृन्ताद् इति पञ्चरूपाणि कृन्तात् कृन्ताद् अस्तु कृन्तां तस्यापि रूपद्वयं खलु कृन्तन्ति न तस्यापि मध्ये द्विवचने रूपद्वयं खलु ताम् अनन्तरं कृन्ताम् इति जरुजरि सवर्णे रूपद्वयं वा द्वे अपि अस्ति कृन्तां कृन्थाम् अस्तु कृन्थां कृन्थं कृन्थां कृन्तन्तु कृन् हि अत्र कृन् कृन्धि तत् अस्ति अस्ति न अत्र हुजल् ब्युर् हेर्दि इत्यनेन दकारः अनन्तरं जलां जष्टसि इत्यनेन तकारस्य दकारः भवति तर्हि कृन् कृ इन् इद्दि इति एकं रूपम् अनन्तरं जरोजरि सवर्णे इत्यनेन कृ इन्दि इति अन्यत् रूपं रूपद्वयं कृन्दि कृन्दि अनन्तरं कृन्तात् चेत् पुनः चत्वारि रूपाणि तर्हि आहत्य षड् रूपाणि अत्र लोट्लकारस्य मध्यमपुरुषे कृन्तात् कृन्तात् कृन्तात् कृन्ताद् भगिनि कृन्तं कृन्तं तत्तु कृन्तं कृन्तं द्वे रूपद्वयं द्वयं कृन्ता कृन्त रूपद्वयं तत्रापि कृन् अत्र आनि आव आव इति आनि आव कृन्तानि न न शृणसोरलोप इत्यस्य कार्यं नास्ति खलु कृणत् इति कृणतानि कृणतानि कृणताव कृणताम उत्तमं भगिनि धन्यवादः भगिनि एतद् बहु बहूनि सन्ति लक्ष्मी भगिनी लङ्लकारं वक्तुम् इच्छति किं भगिनि नो चेत् सरला भगिनी कुर्यात् सरला भगिनी करोतु भगिनि अहं शृणोमि भगिनी अहं सोपानेन करोमि नूतन अस्ति अस्तु लङ्लकार कृणत् इति अङ्गमस्ति अडागम आगच्छति अकृणत् भवति इदानीम् अकृणत् योगत् हल्याङ्गे भवति गसुति शकट् सीजने तकारस्य लोपः भवति कृणक् ऋकारस्य परे नकारः अस्ति रसाभ्यां नोर इति सूत्रेण अकृणत् इति भवति इदानीं झलाञ्चशोन्ति इति भवति अकृणद् पुनः वावसाने अकृणत् द्वे रूपे भवन्ति कृणत् योगताम् इति अपित् अस्ति नश्चापदांश झल् इष्णासरलोप अन्यने प्रथमं कृन्त् भवति कृन्त् योगतां तदनन्तरं कृन्त् योगताम् इति सूत्रेण नश्चापदांश झलि आगच्छति प्रथमं कृन्ताम् इति भवति तदनन्त कृन्तां पुनः अनुस्वारस्य यै परसवर्ण कृन्तां तदनन्तरं झरो झरि सवर्णे कृन्तां साधु कृन्तां वा कृन्तां वा कृन्तां द्वेत तदिति भवति यदि आ अन् अस्ति तद् क्रिन् श्नासरलोपने कृन्त् भवति कृन्त् अनुस्वारस्य यै परसवर्ण पुनः नश्चापदांश झलि अनुस्वारस्य यै परसवर्ण कृन्त् इति भवति पुनः कृन्त अकृन्तन् इति आगच्छति तत्र अकृन्तन् साधु अस्तु स पुनः सत् अस्ति सकारस्य हल्लाङ्गे बुद्धि अनेन लोपः भवति क्रीणाक् अक्रीणाग् इति भवति. अस्तु, तं यथा तां भवति तत्र अकृन्तम् अकृन्तताम् इति भवति द्वे रूपे झरोचरिसमने. तथैव अकृन्त वा अकृन्त इति भवति. यदि अम् अस्ति हलादि अचादि पित् अस्ति रसाभ्यां नोनाने अकृणतम् इति भवति तत्र अकृणतम्. अस्तु, अत्र अकृन्त्व अकृन्त्व इति भवति. धन्यवादः भगिनि. अस्तु, लक्ष्मी भगिनी विधिलिङ्गे वदति किम् भगिनी? अत्र सर्वे प्रत्ययाः अपित् प्रत्ययाः अपि च आजल् वर्णः अस्ति, अतः सूत्रसमूहः इत्युक्ते कृणत् इति वर्णमस्ति, श्नश्वरलोपः इत्यनेन कृन्त् भवति. अनन्तरं नश्च पदान्तस्य झलि अनुस्वारस्य परसवर्णः इत्याभ्यां सूत्राभ्याम् अत्र प्रथमम् एकवचनरूपम् अस्ति कृन्त्यात् इति रूपम् अस्ति. तादृशरीत्या एव अन्यानि रूपाणि अपि कृन्त्यातं कृन्त्यातां कृन्त्युः कृन्त्याः कृन्त्यातं कृन्त्यात कृन्त्यां कृन्त्या वा कृन्त्याम इति रूपाणि भवन्ति. धन्यवादः. सर्वाणि रूपाणि समाप्तानि खलु? आम्. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः भगिनि.